अद्यतनविषयः अस्ति विभागस्य निरूपणम् इति. तस्मात् प्राक् किञ्चित् पुनस्मरणरीत्या संयोगस्य विषये किञ्चित् चर्चां कुर्मः. गते वर्गे अस्माभिः हस्तौ संयुक्तौ इति ज्ञानस्य आधारेण अथवा शब्दप्रयोगस्य आधारेण संयोगस्य विषये चर्चा कृता आसीत्. संयुक्तव्यवहारहेतुः संयोगः इति उच्यते. तर्हि अत्र हस्तौ संयुक्तौ इति ज्ञानम् अस्ति. तस्मिन् ज्ञाने विषयाः के सन्ति च, विषयताः काः सन्ति इति राजेन्द्रमहोदय किञ्चित् वदति वा? आं भगिनि. हस्तौ संयुक्तौ इति ज्ञानं, तस्मिन् ज्ञाने विषयताः काः काः सन्ति, विषयः के के इति किञ्चित् वदति वा? हस्तौ संयुक्तौ यदा वदामः तदा संयुक्तो तु विशेषणम् अस्ति. हस्तौ तु विशेष्य अस्ति, संयुक्तौ तत्र प्रकारता विषयिता अस्ति, तथा हस्तौ तत्र विषयिता विशेष. एकनिमिषः, अत्र प्रथमं विषयाः के के इति वदतु. हस्तौ संयुक्तौ इति ज्ञानम् इति चेत् तत्र विषयः कः? तस्य हस्तः विषयः, हस्तः अपि च क्षम्यतां भगिनि न श्रुतं. हस्तः इति एकः विषयः, अपरः विषयः कः ज्ञानस्य? हस्तस्य विशेषणं संयुक्तो अस्ति. संयुक्तविद्यः कोऽपि अस्ति तत्र, सः अपि विषयः अस्ति ज्ञाने. अस्तु अस्तु, तर्हि हा, हस्तः अपि अस्ति विषयः ज्ञानस्य, संयोगः इति अपि अस्ति, अपि च विषये विषयता अस्ति. हस्ते कीदृशी विषयता अस्ति, अपि च संयोगः इत्यस्मिन् कीदृशी विषयता अस्ति. संयुक्तो यथा तत्र प्रकारता अस्ति, यथा विशेषणम् अस्ति तथा हस्तस्य, हस्तौ विषयिता अस्ति, विशेष्यता अस्ति, हस्ते विशेष्यता अस्ति. क्षम्यतां भगिनि, विशेष्यता अस्ति, विशेष्यता अस्ति. संयुक्तौ इति तस्य विशेषणम् अस्मिन् ज्ञाने. वस्तुतः संयुक्तव्यवहारहेतुः संयोगः इति उक्तं खलु, अतः संयुक्तौ इति व्यवहारमात्रं तावदेव. वस्तुस्थितिः अस्ति यत् अस्मिन् ज्ञाने विषयः तु संयोगः, संयोगरूपविषयः हस्तस्य विशेषणम् अस्ति. संयोगे प्रकारता अस्ति, हस्ते विशेष्यता अस्ति, हस्तौ संयुक्तौ इत्यस्मिन् ज्ञाने. अस्तु, तर्हि संयोगः अपि ज्ञानस्य विषयः इति बुद्धं स्यात् अधुना. संयोगः ज्ञानस्य विषयः अस्ति इति चेत् विषयः ज्ञानस्य कारणं भवति इति. तर्हि कीदृशकारणमस्ति विषयः? सावित्री भगिनी किञ्चित् वदति वा? आं भगिनि, संयोगः कीदृशविषयः वा? पुनः पृच्छतु भगिनि. संयोगः इति ज्ञानस्य विषयः खलु, ज्ञानम् इति कार्यं संयोगेन जायते. तर्हि कीदृशं कारणम्, अपि च ज्ञानस्य कानि कानि कारणानि इति किञ्चित्. आमां भगिनि, भवत्याः ध्वनिः सम्यक् न श्रूयते. पूर्वमेव वक्तव्यमासीत्, एकनिमेषः. तर्हि किमर्थमिति न जाने. आम् श्रूयते, परन्तु यदा कदा किञ्चित् भग्नः जायते. इदानीं पश्यतु, समीचीनं नास्ति धनं भवति. ओ तर्हि अहं बहिर्गत्वा एकवारम् आगच्छामि. मम दूरवाणी अपि किञ्चित् दोषाय भव तस्याः अपि दोषाय चेत् मम किञ्चित् भ्रमः जायते. मम इयर्फोन् नास्ति अद्य. ध्वनिः सम्यक् न. मम ध्वनिः सम्यक् श्रूयते वा भगिनि? आम् आम् आम् सम्यक् श्रूयते. तस्याः एव. नमस्कारः. अधुना श्रूयते वा भगिनि? भगिनि अस्तु. तर्हि केन केन नूतनतया केन केन आगतं नामानि उच्यन्तां कृपया. वर्धिनी अस्मि भगिनि. वर्धिनी भगिनि. तदनन्तरं अहम् इदानीं म्यूट् मध्ये अस्मि. किञ्चित् ध्वनिः अस्ति. सप्तवादनपर्यन्तं अस्तु अस्तु. यदा वक्तुम् इच्छति तदा वदतु. अन्य कोऽपि? वर्धिनी भगिनी, लक्ष्मी भगिनी, अनन्तरम् अन्येन केनचित् आगतम् भगिनि? इदानीं यदा पुनः आगतवती भवती तदा इतोपि कोऽपि भिन्नध्वनिः श्रूयते मध्ये मध्ये. एवं किञ्चित् डिस्टर्बेन्स् इव आगच्छति. अस्तु तर्हि प्रायः आन्लैन् माध्यमेन आगच्छामि. अस्तु. नमस्कारः. नमस्कारः. अधुना कथमस्ति? सम्यक् अस्तु. अस्तु तर्हि संयोगस्य विषये चर्चा जायमाना आसीत्. हस्तौ संयुक्तौ इत्यस्मिन् संयोगः इति विशेषणं, तस्मिन् प्रकारता अस्ति. हस्तः इत्यस्मिन् विशेष्यता अस्ति, विशेष्यमस्ति इति कृत्वा. सावित्री भगिनी तर्हि किञ्चित् वदति वा संयोगः इति विषयः कीदृशं कारणम् इति? संयोगः इति ज्ञानस्य विषयः. ज्ञानं तु सर्वदा सविषयकज्ञानं भवति. तदर्थं संयोगः अपि एकः विषयः ज्ञानस्य. ज्ञानं तु आत्मनि भवति. तदर्थं समवायसम्बन्धेन आत्मनि भवति. तदर्थं आत्मा समवाय समवायिकारणं भवति. विषयः असमवायिकारणं न भवितुम् अर्हति. तदर्थं विषयः भवति निमित्तकारणम्. हा समीचीनं. तर्हि संयोगः निमित्तकारणम् अस्ति. असमवायिकारणं किं स्यात्? असमवायिकारणं भवति क्रिया अथवा गुणः यत् समवायिकारणे भवति समवायि अधिकरणे भवति, परन्तु अत्र असमवायिकारणं भवति आत्ममनसंयोगः आत्ममनसंयोगः इति असमवायिकारणमस्ति. अस्तु, इतः अग्रे ज्ञानस्य जननार्थम् एका प्रक्रिया भवति इति अस्माभिः दृष्टमासीत्. यत्र शब्दप्रयोगः भवति तत्र काचित् भिन्ना प्रक्रिया, यत्र शब्दप्रयोगः नास्ति तत्र काचित् भिन्ना अस्ति. अस्य विषये जयन्ती भगिनी किञ्चित् वदति वा? आं भगिनि, साधारणतया प्रक्रिया प्रक्रिया अस्ति यत् प्रथमः तु विषयः वा गुणः अत्र संयोगरूपगुणः अस्ति, सः कारणं भवति शब्दप्रयोगस्य. शब्दप्रयोगः इति अग्रिमं सोपानं. तदनन्तरं शब्दप्रयोगेन ज्ञानं जातं, सविषयकज्ञानं जातं. कदाचित् शब्दप्रयोगः न जायते, यतोहि यदि एकः एव मनुष्यः अस्ति प्रकोष्ठे, तर्हि प्रत्यक्षेन यत् यत् पश्यति संयोगः इति कमपि संयोगं पश्यति, द्वयोः द्रव्ययोः संयोगं पश्यति, तद् दृष्ट्वा तस्य मनसि एव तस्य आत्मनि ज्ञानम् उदेति, द्रव्यौ संयुक्तौ इति ज्ञानम् उदेति. तत्र तु मध्यमसोपानं न भवति एव, शब्दप्रयोगः न भवति, यतोहि अन्य कमपि न वक्तुम् आवश्यकता न. तस्मिन् समये माध्यमिकसोपानेन सोपानत्वेन सन् किमपि इन्द्रियं च सन् चक्षुरिन्द्रियं वा इन्द्रियसन्निकर्षः इति इन्द्रियसन्निकर्षः इति सोपानं भवति शब्दप्रयोगस्य स्थाने. अस्तु अस्तु, समीचीनं. तर्हि शब्दप्रयोगस्य माध्यमेन अथवा इन्द्रियसन्निकर्षस्य माध्यमेन भवति. यत्र शब्दप्रयोगः भवति तद् कीदृशं ज्ञानम् अस्ति, तस्य नाम अस्ति खलु शाब्दबोधः इति ज्ञानं, शाब्दबोधः. हा, यत्र इन्द्रियसन्निकर्षः अस्ति तत्र तत्र चाक्षुरिन्द्रियज्ञानं वा भवती उक्तवती एव, चक्षुरिन्द्रियसन्निकर्ष प्रत्यक्षज्ञानं तावदेव अस्ति. अस्तु, इतः अग्रे संयोगस्य कति प्रकाराः सन्ति, ते च के इति सन्ध्या भगिनी किञ्चित् प्रतिपादयति वा? आं भगिनि, संयोगः तत्र विविधमस्ति. एकं तु तत्र क्रियाजन्यः संयोगः, अनन्तरं संयोगजन्यः संयोगः इति, इत्युक्ते यः संयोगः कस्यचित् कस्याश्चित् क्रियायाः उत्पद्यते क्रियाजन्यः, अनन्तरं कस्यचित् संयोगात् यदि उत्पद्यते तर्हि संयोगजन्यः संयोगः इति. एतद् स्थूलरूपेण, पुनः तत्र द्विविधमस्ति तदपि वदामि वा? तत्र अभिघातः इति एकः विभागः, नोदनम् इति एकः विभागः अस्ति संयोगस्य. तत्र अभिघातः इत्युक्ते भगिनि भगिनि एकनिमिषः, मध्ये ध्वनिः श्रूयते खलु सर्वैः, कश्चन डिस्टर्बेन्स् इव? आम् किञ्चित्. तर्हि सर्वे म्यूट् कृत्वा ये केऽपि वदन्ति अन्म्यूट् कुर्वन्ति वा, तथा समीचीनं भवति. सन्ध्या भगिनी भवती वदतु. आं तर्हि अनन्तरं संयोगस्य पुनः विभागः भवति अभिघातः, अनन्तरं नोदनम् इति. तत्र अभिघातः इत्युक्ते तेन येन संयोगेन शब्दः जन्यते सः संयोगः अभिघातः इति तस्य नाम अस्ति. अनन्तरं नोदनम् इत्युक्ते येन संयोगेन शब्दः कोऽपि ध्वनिः न जायते तद् सः संयोगः नोदनम् इति वदन्ति. अपि च तत्र क्रियाजन्यः यः संयोगः अस्ति तत् पुनः द्विविधमस्ति. तत्र एकतरक्रिया अस्ति नो चेत् उभयतरक्रिया इति द्वयं द्विधा विभजितमस्ति क्रियाजन्यः संयोगः. एकतरक्रियाजन्यः उभयतरक्रियाजन्यः अनयोः भेदः कः? तर्हि एकतरक्रियाजन्यः संयोगः इत्युक्ते यः संयोगः एकत्र क्रिया भवति तया क्रियया वा तस्याः क्रियायाः यदि संयोगः जायते. तस्य उदाहरणमस्ति यदि वृक्षः अस्ति तत्र यदि पक्षी आगच्छति तस्मिन् वृक्षे तर्हि वृक्षपक्षिणोः संयोगः तु तत्र पक्षिणः क्रिया अस्ति अतः एव भवति. अतः तदस्ति सः संयोगः अस्ति एकतरक्रियाजन्यः संयोगः. अनन्तरम् उभयक्रियाजन्यः इति प्रायः तत्र हस्तद्वयोः यदि क्रिया भवति अपि च तया क्रियया तत्र यदि संयोगः भवति हस्तयोः सः उभयतरक्रियाजन्यः इति उच्यते. अस्तु समीचीनं. तर्हि अन्तिमः एकः विषयः अस्ति अभिघातः अपि च नोदनम् इति यौ संयोगौ स्तः तौ क्रियाजन्यौ वा अथवा संयोगजन्यौ वा? तद् क्रियाजन्यौ एव इति उक्तमासीत् गते सप्ताहे. तर्हि संयोगजन्य संयोगस्य तु तथा विभागः न क्रियते, केवलं क्रियाजन्यस्य एव अभिघातः वा नोदनं वा इति एकविधविभागः. अपरं विभागः एकतरक्रियाजन्यः वा उभयतरक्रियाजन्यः. हा समीचीनं समीचीनं. तर्हि क्रियाजन्यः इति उच्यते यतोहि हस्त अपि च घटः इति चिन्तयति चेत् हस्तेन क्रिया जाता तया क्रियया घटस्य उपरि हस्तः पतति तत्तु क्रियाजन्यः. सः एव अभिघातः वा अथवा नोदनं भवितुमर्हति. हस्तगतक्रियया पुनः शरीरे अपि संयोगजः संयोगः भवति तेन अभिघातः अथवा शब्दः भवति वा न वा इति वक्तुं न शक्नुमः. अतः क्रियाजन्यः संयोगः एव अभिघातः वा नोदनं भवितुमर्हति इति. अस्तु समीचीनम्. इतः अग्रे तर्हि किञ्चित् पठेम. राजेन्द्रमहोदय अग्रिमभागं पठति वा विभागं लक्षयति इति अन्म्यूट् कृत्वा. क्षम्यताम् अन्म्यूट् मध्ये. विभागं लक्षयति संयोगनाशकौ गुणविभागः सर्वद्रव्यवृत्तिः. संयोग इति संयोगप्रक्रियायां क्रिया उत्पत्तिद्वितीयक्षणे अयं गुणः उत्पद्यते. पूर्वदेशसंयोगस्य नाशकश्च भवति. तत् प्रक्रिया च संयोगनिरूपणे अनुपदम् एव निरूपिता. विभागस्य लक्षणम् अस्ति संयोगनाशनेन यः गुणः उत्पद्यते सः गुणः विभागः वदामः. सर्वद्रव्यवृत्तिः अस्ति तत्र. संयोगप्रक्रियायां क्रिया उत्पत्तिद्वितीयक्षणे अयं गुणः उत्पद्यते. यदा संयोगः भवति तद् द्वितीयक्षणे क्रिया जनयति. संयोगप्रक्रिया इत्युक्ते का प्रक्रिया? यथा अत्र घटे क्रिया कोष्ठके आसीत् तत् आदि घटे क्रिया द्वितीयक्षणः यस्मिन् आकाशदेशे घटः स्थितः तथा न प्रायः न सत्यं सत्यं सत्यमेव महोदय किञ्चित् तदपि विवृणोतु यस्मिन् आकाशदेशे घटः स्थितः तथा विभागः तृतीयक्षणः तेन विभागेन आकाशदेशघटयोः संयोगस्य आकाशदेशघटयोः संयोगस्य नाशः अन्येन आकाशदेशेन सह संयोगः पञ्चमक्षणः क्रियानाशः भवति तत्र प्रक्रिया अस्ति विभागस्य सत्यं सत्यं संयोगप्रक्रिया इत्युक्ते इयमेव प्रक्रिया यद् महोदयेन उक्तम् अस्यां प्रक्रियायां क्रियोत्पत्तिद्वितीयक्षणे किं दृश्यते द्वितीयक्षणे तत्र विभागः यस्मिन् आकाशदेशे घटः स्थितः तथा विभागः घटः यस्मिन् देशे आसीत् पूर्वं ततः अन्यत्र घटः गच्छति तत्र विभागः भवति घट आकाशस्य विभक्तः इत्येव उक्तम् अत्र क्रियोत्पत्तिद्वितीयक्षणे यः विभागः दृश्यते प्रक्रियायां सः एव गुणः अत्र लक्षितः विभागः इति अस्तु अग्रे महोदय अग्रिमवाक्यं पूर्वं देशसंयोगस्य नाशकश्च भवति यथा पूर्व यदा विभागः घट आकाशदेश विभागः विभक्तः तत्पूर्वं यः संयोगः आसीत् तस्य नाशकः भवति विभागः संयोगस्य नाशः भवति तेन विभागेन तत् प्रक्रिया च संयोगनिरूपणे अनुपदम् एव निरूपिता तत् न अनुपदम् इत्युक्ते भगिनी किम् अस्ति अनुपदम् इत्युक्ते क्रमेण इति संयोगनिरूपणसन्दर्भे क्रमेण निरूपिता आसीत् तत् प्रक्रिया या प्रक्रिया भवता प्रतिपादिता सा अस्तु पूर्वदेशसंयोगस्य नाशकश्च इति उक्तं किमर्थं तथा यथा द्वितीयक्षणे विभागः भवति तत् पूर्वं यः संयोगः आसीत् घट आकाशे यः संयोगः आसीत् तत् तस्य विभागः भवति तस् संयोगस्य नाशकः भवति सः विभागः अपि च पूर्वदेशसंयोगस्य इत्युक्ते अधुना तस्मिन् देशे संयोगः नास्ति विभक्तयोः पदार्थयोः मध्ये देशान्तरं जायते किञ्चित् दूरं गच्छतः तथा तस्मिन् देशे अधुना संयोगः नास्ति विभागः भवति चेत् तदर्थं पूर्वदेशसंयोगस्य नाशः इति उच्यते अत्र अस्तु अग्रे जयन्ती भगिनी पठति वा आं भगिनि क्षम्यतां भगिनि संयोगनाशात् विभागः न अतिरिक्तः इत्याक्षेपः अत्र इदं चिन्त्यते क्रियातो विभागः विभागात् पूर्वसंयोगनाशः ततः संयोगान्तरोत्पत्तिः ततः क्रियानाशः इति प्रक्रिया तदा युज्यते यदा संयोगनाशात् अतिरिक्तः कश्चित् विभागाख्यगुणः अभ्युपगम्येत सः एव तु न अङ्गीक्रियते तावत्पर्यन्तं खलु भगिनि यां प्रक्रियां वयं दृष्टवन्तः अस्यां प्रक्रियायां पूर्वपक्षिणः द्वितीयसोपानं न स्वी न स्वीकुर्वन्ति इत्युक्ते विभागः इति यः सोपानम् अस्ति वा यः जायते द्वितीयक्षणे सः तु संयोगनाशः एव विभागस्य स्थाने संयोगनाशः इति वदने इति वदनेन कोऽपि दोषः नास्ति इति ते पूर्वपक्षी वदति. क्रियां एतत् यां प्रक्रियां वयं पठितवन्तः सः तु उचितः भवति यदा विभागः इति गुणः भिन्नः अस्ति संयोगनाशात् भिन्नः इति विभागं स्वीकुर्मः चेत् तर्हि एषा प्रक्रिया साधु भवति. परन्तु केचन वदन्ति यत् केचन जनाः विभागः इति अन्यः अतिरिक्तः गुणः नास्ति सः तु संयोगनाशः एव इति कृत्वा ते आक्षेपन्ति. अतः ते एतां प्रक्रियां न स्वीकुर्वन्ति. समीचीनं. प्रक्रिया तदा सत्यं भवति यदा एतत् सर्वं स्वीक्रियते खलु. इत्युक्ते प्रक्रियायां एकं सोपानं तदुत्तरक्षणस्य सोपानस्य कारणम् इव अस्ति. किन्तु ते किं वदन्ति पूर्वपक्षिणः? पूर्वपक्षिणः वदन्ति यत् विभागः इति यः द्वितीयसोपानम् अस्ति सः तु संयोगस्य नाशमेव सूचयति. विभागः इति अतिरिक्तः किमपि न भवति इति ते वदन्ति. हा समीचीनम्. इति आक्षेपः अस्ति संयोगनाशः विभागः न अतिरिक्तः संयोगनाशात् विभागः न अतिरिक्तः इति आक्षेपः. आक्षेपस्य माध्यमेन इयं प्रक्रिया अपि सिद्धा न भवति यतोहि द्वितीयक्षणं तृतीयक्षणं समानमेव इति सिद्ध्यति तेन आक्षेपेण. तर्हि विभागः अन्यतमः गुणः इति एव तैः न अङ्गीक्रियते इति आक्षेपः. अत्र कोऽपि प्रश्नः वा? कथञ्चित् श्रूयते वा? हा श्रूयते भगिनि. अभ्युपगम्यते किञ्चित् वदतु. अभ्युपगम्यते गम्येत इत्युक्ते अङ्गीक्रियेत. अत्र अस्ति युज्यते यदा संयोगनाशात् अतिरिक्तः कश्चित् विभागाख्यः गुणः अभ्युपगम्येत. यदि संयोगनाशात् अतिरिक्तः कश्चन विभागाख्यः विभागनाम्ना गुणः अङ्गीक्रियेत तदा इयं प्रक्रिया साधु भवति. किन्तु सः एव न अङ्गीक्रियते. यः कोऽपि आक्षेपं करोति सः विभागं न अङ्गीकरोति इति वार्ता अस्ति. भगिनी अत्र कुत्रापि पूर्वपक्षेण तादृशी कोऽपि वर्णनं न अस्ति. तथापि पूर्वपक्षिणानां मतम् अस्ति वा एतत्? नाम जयन्ती भगिनी यदा पूर्वपक्षी इति उक्तवती तत्र आशयः आसीत् यत् यः कोऽपि सिद्धान्तस्य विरुद्धं किमपि वदति सः खलु भगिनि जयन्ती भगिनि. मां भगिनि भिन्नमतम् अस्ति येषां ते पूर्वपक्षी इति कृत्वा अहं उक्तवती. तथा एव इति अस्ति महोदय. अस्तु अस्तु. सिद्धान्ति इत्युक्ते यः सिद्धान्तं वदति. सिद्धान्तः कः? विभागः अन्यतमः गुणः संयोगनाशकः इति. तद्विरुद्धं यः कोऽपि वदति पूर्वपक्षी इति सः वदति संयोगनाशः विभागः न अतिरिक्तौ इति. उद्दं वा? आम् आं भगिनि. अस्तु सन्ध्या भगिनी अग्रे पठति किम्? आं भगिनि. आक्षेपममुं केचन इत्थं परिहरन्ति यथा क्रियोत्पत्त्यनन्तरं घटपटयोः संयोगः नष्टः इति सर्वजनसिद्धप्रत्ययेन संयोगनाशः सिद्ध्यति तथैव घटपटौ विभक्तौ इति भावपदार्थम् अवगाहमानेन ज्ञानेन संयोगध्वंसातिरिक्तः विभागाख्यः गुणः सिद्ध्यत्येव इति. तर्हि यः आक्षेपः आसीत् तत्र संयोगनाशः एव विभागः, विभागः इति अतिरिक्तः गुणः इति न अङ्गीक्रियते, संयोगनाशस्य एव विभागः इति अपि भवति तत्र. तर्हि केचन जनाः तेषां परिहारः इत्युक्ते उत्तररूपेण वदन्ति, तत् किञ्चित् विभागशः पठित्वा अवश्यं यावत् शक्यं वदतु, यतोहि करपत्रे एतत् सर्वं विवृतमेव, पुनः अवलोकयामः. यथा क्रियोत्पत्त्यनन्तरं घटपटयोः संयोगः नष्टः इति सर्वजनसिद्धप्रत्ययेन संयोगनाशः सिद्ध्यति. तर्हि तत्र यदा घटपटयोः संयोगः अस्ति तदा यदा क्रिया भवति, तत्र घटे वा पटे वा क्रिया भवति, अनन्तरं तया क्रियया घटपटयोः संयोगः यदा नश्यति तेन इदानीं घटपटयोः संयोगः नष्टः इति यः प्रत्ययः भवति तेन संयोगनाशः इति एकः पदार्थः तत् सिद्ध्यति. तथैव विभागः इति साधयितुम् एते वदन्ति घटपटौ विभक्तौ इति यदा वदामः तर्हि तस्य विभागस्य घटपटौ विभक्तौ इति यदा ज्ञानं भवति तेन ज्ञानेन विभागः इति गुणः सिद्ध्यति इति संक्षेपेण अस्ति. सम्यक्, समीचीनं, तथैव अस्ति. इतोपि विस्तृतरूपेण करपत्रे विवृतमस्ति, तत् पठेम अधुना. करपत्रमस्ति वा पुरतः? संयोगनाशात् विभागः नातिरिक्तः इत्याक्षेपस्य सामान्यपरिहारः इति. अस्तु, तर्हि सावित्री भगिनी आरब्धुमिच्छति वा? भगिनी, प्रथमम् एकः प्रश्नः अस्ति. यदा एकः शिलाखण्डः अस्ति तस्य भग्नेन विभागः न जायते वा? विभागः शिलाखण्डः अस्ति, हा, भग्नः भवति चेत् जायते एव. संयोगनाशकः नास्ति तत्र. हा, समीचीनमस्ति, चिन्तयामः किञ्चित्. तत्र अहं चिन्तयामि यदा संयोगः वा विभागः इति वदामः तत्र द्रव्यद्वयोः इति तत्र भवेत्. तदेव प्रश्नः. परन्तु क्षम्यतां, यदि शिलाखण्डस्य एव यदि तत्र शिलाखण्डः भग्नः भूत्वा तत्र विभागः इति प्रायः तत्र नाशः इति कोऽपि प्रध्वंसाभावः इति तत्र आगच्छति इति मन्ये. भगिनी, क्षम्यतां भगिनी, वदतु. जयन्ती भगिनी वदतु, जयन्ती भगिनी वदतु. शिलाखण्डस्य शकलौ अवयवसदृशौ खलु, तत्र संयोगः एव न आसीत् पूर्वम्. हा, सत्यं, तदेव सदेव सावित्री भगिनी अपि वदति यत् तत्र संयोगः एव नासीत् तत्र. तर्हि विभागः इति कथं वक्तुं शक्यते? शिलाखण्डः विभक्तः इति प्रतीतिः भवति वा इति खलु भगिनि? अहं तु चिन्तयामि तत्र प्रध्वंसाभावः इति केनचित् उक्तं खलु. इत्युक्ते घटः आसीत्, घटस्य उपरि मुद्गरपातनम् इति उदाहरणमपि आसीत् खलु. तदा घटस्य नाशः जातः, घटस्य अपि अवयवौ विभक्तौ जातौ, तत्तु प्रध्वंसाभावः इति अङ्गीक्रियते इति चिन्तयामि. सत्यं, सत्यम्. ओ, प्रायः आकाशदेशात् विभक्तः भवति वा? तत् अत्र विभागः इति एव न वक्तुं शक्यते इति मन्ये, यतोहि पूर्वं संयोगः न आसीत् तर्हि कथं विभागः. आकाशदेशेन संयोगः आसीत्, शिलाखण्डस्य इदानीं देश भिन्नदेशस्तः द्वयोः तदर्थं पुनः संयोगः जायते, विभागः जायते, अनन्तरं संयोगः भिन्न आकाशदेशात् भवति इति वक्तुं शक्नुमः वा? न, अहम् इदानीमेव चिन्तयामि, अहं चिन्तयामि एकवारं यदा शिलाखण्डः नष्टः भवति तर्हि सः पदार्थः एव नास्ति, भिन्नः पदार्थः, तत्र यथा जयन्ति भगिनी वदति तत्र संयोगस्य आवश्यकता अस्ति प्रायः विभागः इति उत्पादयितुम् इति चिन्तयामि. यत्र संयोगः भवति तत्र एव विभागः अग्रे भवेत्. हा, मम मनसि अपि इदमासीत् यत् अत्र क्षणपञ्चकव्यापिनी प्रक्रिया इति उच्यते खलु, क्रिया विभागः, तस्यां प्रक्रियायां मम मनसि आसीत् यत् तत् पूर्वं संयोगः स्यात् इति. संयोगः इति किं निमित्तकारणं स्यात् विभागस्य? संयोगः अस्ति चेत् विभागः, नो चेत् विभागः न भवति. तर्हि शिलाखण्डः भग्नः इत्यस्यां प्रतीत्यां तर्हि किम् अस्ति तत्र इत्यपि चिन्तनीयम्. द्रव्यस्य उत्पत्तिः एव इति. सत्यं सत्यं, सः शिलाखण्डः, सः शिलाखण्डः नास्ति अधुना भग्ने जाते. तत्र विभक्तौ इति प्रतीतिः न जायते इति मन्ये. हा, किन्तु लोके तु तादृशप्रयोगः अस्ति. आम् अस्ति, अस्ति एव. अस्तु, चर्चनीयः विषयः प्रायः महोदयं पृच्छामः. परन्तु हा, येषाम् एतेषां परिभाषाणाम् अनुसारं संयोगः भवेदेव. संयोगः, तदनन्तरं क्रिया, तदनन्तरं विभागः, तदनन्तरं संयोगनाशः, तथा भवेत् इति चिन्तयामि. तदनन्तरं क्रियानाशः. अस्तु, सम्यक् अस्ति. संयोगनाशात् विभागः नातिरिक्त इत्याक्षेपस्य सामान्यपरिहारः. संयोगनाशको गुणो विभागः. संयोगप्रक्रियायां क्रियोत्पत्तिद्वितीयक्षणे अयं गुणः उत्पद्यते. पूर्वदेशसंयोगस्य नाशकश्च भवति. तत् राजेन्द्रमहोदय उक्तवान्, परन्तु तत् समानवार्ता अस्ति. तत्तु पुस्तकस्य वाक्यमस्ति इति मन्ये. अग्रिमवाक्यद्वयमपि पठित्वा प्रतिपादयतु. अस्तु, तत्र च केचन वदन्ति यत् संयोगनाशात् विभागः न अतिरिक्तः. इत्युक्तौ संयोगनाशः विभागश्च तौ अभिन्नौ, इत्यस्मात् विभागः अतिरिक्तगुणो नास्ति. यथा भवती उक्तवती, तत्र पञ्च सोपानानि सन्ति प्रक्रियायां, तत्र द्वितीय अपि च तृतीयसोपानं समानं भवति. द्वयो तेषां मध्ये किमपि भिन्नता एव नास्ति. इत्युक्ते विभागः इति नूतनगुणः नास्ति, तत् संयोगनाशः एव विभागः इति. अतिरिक्तगुणः नास्ति इति. अग्रे पठामि वा? तत्र सामान्योत्तरमिदं, यथा क्रियोत्पत्त्यनन्तरं घटपटयोः संयोगः नष्टः इति सर्वजनसिद्धप्रत्ययेन संयोगनाशः सिध्यति, तथैव घटपटौ विभक्तौ इति भावपदार्थम् अवगाहमानेन ज्ञानेन संयोगध्वंसातिरिक्तविभागाख्यगुणः सिध्यत्येव. सामान्य उत्तरम् इदं, यथा क्रियोत्पत्त्यनन्तरं घटपटयोः संयोगः नष्टः इति सर्वजनसिद्धप्रत्ययेन संयोगनाशः सिध्यति. अस्माभिः अस्माकं अनुभवेन वदामः एव, यदा घटपटयोः संयोगः नष्टः भवति तदा अस्माकं मनसि प्रत्ययेन संयोगनाशः वयं द्रष्टुं शक्नुमः, तत्र संयोगः नष्टः अभवत् इति. तथैव घटपटौ विभक्तौ इति भावपदार्थम् अवगाहमानेन ज्ञानेन संयोगध्वंसध्वंसातिरिक्तः विभागाख्यगुणः सिद्ध्यते वा. अत्र द्वितीय वाक्ये अस्ति यदा घटपटौ संयुक्तौ न भिन्नभिन्नस्तः तदा द्वौ विभक्तौ इति भावपदार्थमस्ति. अस्माभिः दृश्यते यत् ते द्वौ भिन्नदेशे स्तः, द्वयोः मध्ये किञ्चित् देशमस्ति, तत्तु भावपदार्थः, तत्र अभावस्य किमपि नास्ति. परन्तु प्रथमवाक्ये संयोगनष्टः, अत्र ध्वंस प्रध्वंस अभावः प्रथमं संयोगः अस्ति, अनन्तरं संयोगः नष्टः भवति. तत्र नष्टः इति अभावपदार्थः, यत् प्रथमम् आसीत् द्वितीयक्षणे नास्ति. द्वितीयवाक्ये यदा घटपटौ विभक्तौ तत्र भिन्नदेशे स्तः तदर्थं भावपदार्थमस्ति, अभावं नास्ति, किमपि अभावपदार्थः नास्ति तत्र. तत्र विभागाख्यगुणः सिद्ध्यते वा. अस्य परिशीलनेन अस्माभिः अवगम्यते यत् विभागः भिन्नः, संयोगनाशः भिन्नः, द्वयोः समानं नास्ति, तदर्थं विभागः अतिरिक्तगुणः एव इति. हा, इति सामान्यपरिहारः अस्ति. अग्रे इदमेव चिन्तनं स्वीकृत्य विस्तृतरूपेण चर्चितमस्ति. अस्तु, अग्रे वर्धिनी भगिनी पठति वा तर्हि अत्र प्रश्नः. अस्तु, एकनिमिषं भगिनि, पूर्वं सावित्री भगिन्याः प्रश्नः आसीत् खलु, यदि शिलाखण्डस्य भग्नं भवति चेत् तत्र एकं शिलाखण्डम् अस्ति, तस्य भग्नात् यदि द्वि त्रि भागः भविष्यन्ति, द्वि त्रि नूतनद्रव्याणि उत्पन्नानि, तत्र द्रव्य उत्पन्न द्वितीयादिक्षणे चतुर्विंशति गुणाः अपि जायन्ते, अतः विभागः तत्र द्वितीयादिक्षणे जायन्ते इति प्रायः वक्तुं शक्नुमः. अत्र संयोगनाशकः गुणः विभागः न, किन्तु द्रव्योत्पद्य द्वितीयादिक्षणे जायमानः गुणः विभागः. अस्तु अस्तु, यदा पूर्वम् अस्माभिः पठितम् अस्य विषये स्मर्यते वा, एकः संयोगः जायते, पुनः एका क्रिया जाता भवति चेत् तत्र विभागः जायते, पुनः संयोगः जायति, पुनः विभागः इति, एकस्मिन् द्रव्ये बहवः संयोगाः, बहवः विभागाः इति. परन्तु द्रव्योत्पत्ति द्वितीयक्षणे एव तादृशः विभागः भवति इति कोऽपि नियमः नास्ति, द्वितीयादिक्षणे इति उक्तम्. अस्तु, तर्हि प्रथमं संयोगः स्यात्, यद्यपि शिलाखण्डस्य नाशनेन भिन्नानि द्रव्याणि सृष्टानि भवन्ति, तथापि तद्द्रव्यं केन सह संयुक्तः भवति इति प्रथमतया द्रष्टव्यं भवति. प्रथमं संयोगः भवतु, तदनन्तरं काचित् क्रिया भवतु, तदनन्तरमेव विभागः. अतः द्वितीयादिक्षणे इति उक्तं, द्वितीयक्षणे इति न उक्तम्. तर्हि चतुर्विंशतिगुणाः सर्वे द्रव्योत्पत्ति द्वितीयक्षणे एव भवन्ति इति कोऽपि नियमः नास्ति इति अहं चिन्तयामि. तदर्थमेव अस्मिन् पुस्तके अपि द्वितीयादिक्षणे द्वितीयादिक्षणे इति बहुत्र उक्तमस्ति इति मम अवगमनम्. अन्य कारणं प्रायः अस्ति भिन्नदेशसंयोगः एकस्मिन् देशे संयोगः भवति किन्तु इदानीं भग्नात् परं भिन्नदेशसंयोगः सत्यं भिन्न आकाशदेशसंयोगः इति वदति वा आमां भिन्न आकाशदेशसंयोगः प्रायः तत् स्यात् भग्नः जायते चेत् देशान्तरं भवति पूर्वदेशसंयोगः नष्टः इति अपि न वक्तुं शक्नुमः केवलं तस्य पदार्थस्य नाशः तेन नूतनपदार्थः तस्य नूतनपदार्थस्य देशान्तरं भवति चेत् अवश्यम् भिन्न आकाशदेशेन सह संयोगः स्यात् अस्तु तर्हि अग्रे का पठति वर्धिनी भगिनी अस्ति वा लक्ष्मी भगिनी तर्हि पठतु तर्हि अत्र प्रश्नः अस्ति किमर्थं घटपटयोः विभागः इत्यर्थं केवलं घटपटसंयोगस्य नाशः इत्येव पर्याप्तं न स्यात् तत्र उत्तरं दीयते घटपटयोः संयोगः नष्टः इति प्रतीतिस्तु अस्ति एव अनेन घटपटयोः मध्ये विद्यमानस्य संयोगस्य नाशः सिद्धः इत्युक्ते संयोगनाशः इति पदार्थः तु अस्ति घटपटयोः विभागः तर्हि प्रश्नः अस्ति किमर्थं घटपटयोः विभागः अस्ति प्रश्नः अस्ति अत्र घटपटयोः विभागः घटपटसंयोगस्य नाशः द्वावपि समानं वा इति किल घटपटसंयोगस्य नाशः किञ्चित् समानं वा इति नास्ति किञ्चित् भिन्नरीत्या उक्तम् आवश्यकता का अस्ति इति उभयोः आवश्यकता का घटपटयोः विभागः इत्यनेन कार्यं सिद्ध्यति चेत् घटपटसंयोगस्य नाशः इति किमर्थम् अथवा विपरीतरीत्या घटपटसंयोगस्य नाशः इत्येव पर्याप्तं किल इति प्रश्नः तत्र उत्तरं दीयते घटपटयोः संयोगः नष्टः इति प्रतीतिस्तु अस्ति एव घटपटयोः संयोगः नष्टः इति प्रतीति इति ज्ञानम् अस्ति अवश्यम् अस्ति तेन ज्ञानेन घटपटयोः मध्ये विद्यमानस्य संयोगस्य नाशः सिद्धः संयोगनाशः इति पदार्थं तु अवश्यम् अस्ति एव किन्तु विभागः प्रायः अग्रे आगच्छति विभागः अपि तस्मात् परं विभागः इति प्रतीतिः एव तिष्ठति न तु संयोगः इति प्रतीतिः संयोगनष्टः इति प्रतीतिः इति तर्हि अस्मिन् परिच्छेदे केवलं घटपटसंयोगनष्टः इति प्रतीति भवति न वा इति परिशीलनम् प्रतीतिः भवति खलु प्रतीतिः इत्युक्ते किं ज्ञानं प्रतीतिः इत्युक्ते ज्ञानं ज्ञानमस्ति चेत् ज्ञानस्य कारणं किं घटपटयोः संयोगः नष्टः संयोगनाशः एव ज्ञानस्य कारणं सत्यं संयोगनाशः इति पदार्थः स्यात् येन संयोगः नष्टः इति प्रतीतिः जायेत इति कृत्वा संयोगस्य नाशः इति अवश्यमस्ति एकः पदार्थः इति एतावत् उक्तम् अत्र अग्रे तर्हि पठित्वा पश्यामः किं किम् अस्ति वर्धिनी भगिनी अस्ति वा आं भगिनि अस्तु अग्रे पठतु अत्र तर्कः कः पूर्वमपि दृष्टं घटपटयोः संयोगः नष्टः इति प्रतीत्या संयोगनाशः विषयीक्रियते घटपटयोः संयोगः नष्टः इति ज्ञानम् अनुभवसिद्धं तस्मात् विषयीभूतसंयोगनाशः सिद्ध्यति किमर्थमिति चेत् कार्यम् अस्ति चेत् तस्य कारणं भवेत् ज्ञानं प्रति विषयः कारणं ज्ञानमिति एकं कार्यं तच्च ज्ञानरूपकार्यम् अस्ति चेत् तस्य कारणीभूतविषयः अपि स्यात्। अत्र स च विषयः संयोगनाशः। अत्र प्रश्नः कः इति विषयः, घटपटयोः संयोगः नष्टः। तर्कः कः, तर्कः कः, कस्य तर्कः संयोगनाशपदार्थः अस्ति इति इत्यस्य आधारः कः, केन आधारेण वदन्ति इति प्रश्नः। अग्रे वदतु भगिनी, भवती उक्तवती घटपटयोः संयोगः नष्टः इति ज्ञानेन संयोगनाशः विषयीक्रियते। घटपटयोः संयोगः नष्टः इति उक्त्वा संयोगनाशः इति अर्थः। घटपटयोः संयोगः नष्टः इति प्रतीतिः। प्रतीतिः इत्युक्ते ज्ञानस्य किं भवति सर्वदा? घटपटयोः संयोगः नष्टः इति, हा, किन्तु ज्ञानस्य विषयः भवेदेव खलु? हा, अस्य ज्ञानस्य विषयः कः? घटपटयोः संयोगः नष्टः। अस्तु अस्तु, एकनिमिष, अपरया रीत्या पृच्छामि। घटपटयोः संयोगः नष्टः इति प्रतीतिः अथवा ज्ञानम्। अनेन अनेन ज्ञानेन किं विषयीक्रियते? तस्मात् विषयीभूतसंयोगनाशः सिद्ध्यति। हा, अनेन ज्ञानेन संयोगनाशः विषयीक्रियते। विषयीक्रियते इत्युक्ते विषयत्वेन सूच्यते इति, अवगाहते इति। तर्हि अस्य ज्ञानस्य संयोगनाशः इति विषयः। अग्रे किमर्थमिति चेत्, कार्यमस्ति चेत्, एकनिमिष भगिनी, एकनिमिष, घटपटयोः संयोगनष्ट, तृतीयवाक्यं, घटपटयोः संयोगः नष्टः इति ज्ञानम् अनुभवसिद्धं, तस्मात् विषयीभूतसंयोगनाशः सिद्ध्यति। विषयीभूतसंयोगनाशः सिद्ध्यति। घटपटयोः संयोगनाशः इति अनुभवसिद्धम्। अनुभवसिद्धम् इत्युक्ते आनुभाविकम्। आनुभाविकम् यदा पश्यामः घटपटयोः संयोगः नाशः भवति इति पश्यामश्चेत् तादृशज्ञानम् उदेति मनसि, अनुभवः उदेति। तस्मात् विषयीभूतसंयोगनाशः सिद्ध्यति। हा, संयोगनाशः सिद्ध्यति यतोहि ज्ञानस्य विषय अनुभवसिद्ध्य विषयीभूतसंयोगनाशः सिद्ध्यति। ज्ञानस्य विषयः स्यात् ज्ञानम्, इदं ज्ञानं घटपटयोः संयोगः नष्टः इति तु आनुभाविकं, तदर्थं ज्ञानस्य विषयः स्यात्, ज्ञानस्य विषयः संयोगनाशः इति सिद्ध्यति। अग्रे किमर्थमिति चेत्, कार्यमस्ति चेत् कारणं भवेत्, ज्ञानं प्रति विषयः कारणम्। इदानीं ज्ञानं कारणं भवति। एकनिमिषं, ज्ञानं किं भवति? कारणं पठतु तत्र। ज्ञानं प्रति विषयः कारणं, विषयः कारणं। तर्हि ज्ञानं किम्? ज्ञानं कार्यं। कार्यं, हा, ज्ञानम् इति एकं कार्यं, तच्च ज्ञानरूपकार्यम् अस्ति चेत् तस्य कारणीभूतविषयः अपि स्यात्। कार्यमस्ति, तस्मात् कारणीभूतविषयः अपि अस्ति। कार्यमस्ति चेत् कारणत्वेन विषयः भवेदेव। कारणीभूतविषयः कः अत्र? संयोगनाशः। हा, संयोगनाशः इति कारणीभूतविषयः। कारणीभूतविषयः अनेन संयोगनाशः इति पदार्थः भवति इति सिद्ध्यति। बुद्धं वा? आं भगिनि, अस्तु अस्तु। अन्य कोऽपि अस्ति वा ये मध्ये आगतवन्तः? अन्य केऽपि? अस्तु, राजेन्द्रमहोदय अग्रे। आं भगिनि, विषीभूतसंयोगनाश कीदृशं कारणं? तदपि उक्तं पूर्वं, ज्ञानं बुद्धि इति गुणः कुत्र भवति आत्मने? केन सम्बन्धेन? समवायसम्बन्धेन। अतः ज्ञानस्य समवायिकारणं भवति आत्मा, असमवायिकारणं च आत्मनि विद्यमान आत्ममनसंयोगः। असमवायिकारणं भवति कश्चन गुणः, काचित् क्रिया वा समवायिकारणे। तर्हि विषयः ज्ञानस्य कारणम् इति उक्ते सति तच्च कारणं कीदृशं? समवायिकारणं नास्ति, असमवायिकारणम् अपि नास्ति। यत् कारणं न समवायिकारणं न वा असमवायिकारणं, तत् निमित्तकारणम् इति। अतः विषयः ज्ञानस्य निमित्तकारणम्। अनेन संयोगनाश इति प्रध्वंसभावः, घटपटयोः संयोगः नष्ट इति ज्ञानस्य कारणम्। घटपटयोः संयोगः नष्टः इति ज्ञानम् अनुभवसिद्धं, तस्मात् संयोगनाशः इति प्रध्वंस अभावः सिद्ध्यति। पुनश्च पठित्वा, विषीभूतसंयोगनाश कीदृशम्? इदानीं पूर्वमपि भगिनी यथा पठितवती, प्रतिपादितवती, तत्र विषीभूतसंयोगनाशः कीदृशं कारणं, तस्य यथा कार्यं भवति, यत् ज्ञानं यथा यत् कार्यमस्ति, तस्य ज्ञानस्य विषीभूतसंयोगनाशः कीदृशी कारणम् अस्ति, तत् अत्र प्रतिपादयामः। ज्ञानं बुद्धि इति गुणः कुत्र भवति? ज्ञानं बुद्धि इति आत्मनि, ज्ञानं बुद्धि आत्मनि भवति समवायसम्बन्धेन। अतः ज्ञानस्य समवायिकारणं भवति आत्मा, असमवायिकारणं च आत्मनि विद्यमान आत्ममनसंयोगः। तस्य असमवायिकारणम् अस्ति आत्ममनसंयोगः, असमवायिकारणं भवति। असमवायिकारणं भवति कश्चन गुणः, काचन क्रिया वा समवायिकारणे। तर्हि विषयः ज्ञानस्य कारणं, तथा वदामः ज्ञानं बुद्धि आत्मनि भवति समवायसम्बन्धेन, तत्र असमवायिकारणं च आत्मनि विद्यमान आत्ममनसंयोगः भवति। तत्र तर्हि विषयः अस्ति ज्ञानस्य कारणम् इत्युक्ते कीदृशमस्ति, यथा संयोगनाशः ज्ञानस्य कारणमस्ति, सः कारणं कीदृशी अस्ति, सत्समवायिकारणं नास्ति, असमवायिकारणमपि नास्ति, परन्तु तत् निमित्तकारणम् इति वदामः। यथा संयोगनाश ज्ञानस्य कारणं भवति, तत् संयोगनाशः निमित्तकारणं वदामः। अतः विषयः ज्ञानस्य निमित्तकारणं, तथा संयोगनाशः विषयः अस्ति ज्ञानस्य, सः विषयः ज्ञानस्य निमित्तकारणम् अस्ति। अनेन संयोगनाश इति प्रध्वंसभावः, संयोगनाशः तु प्रध्वंसभावः अस्ति, घटपट्योः संयोगनष्ट इति ज्ञानस्य कारणं। सः प्रध्वंसभावः यथा घटपट्योः संयोगनष्ट यदा वदामः, सः ज्ञानस्य कारणम् अस्ति। घटपट्योः संयोगनष्ट इति ज्ञानम् अनुभवसिद्धं, सः यथा पूर्वं परिच्छेदे आसीत् भगिनी पठितवती, घटपट्योः संयोगनष्ट इति तु अनुभवसिद्धं, सः ज्ञानम् अनुभवसिद्धम् अस्ति। संयोगनाशः इति प्रध्वंसभावः सिद्ध्यति, संयोगनाशः प्रध्वंस अभावः सिद्ध्यति। तत् कीदृशी ज्ञानमस्ति, प्रथमस्वभावः अस्ति संयोगनाशः. ज्ञानमस्ति घटपटयोः संयोगः, तस्य कारणं संयोगनाशः. अपि च संयोगनाशः कीदृशः पदार्थः? संयोगनाशः प्रध्वंसभावः. हा, समीचीनं. प्रध्वंसभावः इत्युक्ते अभावरूपपदार्थः. मूलवाक्ये भावपदार्थः भावपदार्थः इति उक्तमासीत् खलु, तदर्थं स्पष्टीक्रियते अत्र. संयोगनाशः तु अभावरूपपदार्थः, प्रध्वंसभावः इति. बुद्धं वा? अस्तु, समीचीनं. तर्हि अग्रे जयन्ती भगिनि. किन्तु घटपटविभक्तौ इत्यपि काचित् प्रतीतिः अस्ति किल? यदा घटे विद्यमानक्रियया घटः पटात् किञ्चित् दूरं भवति, देशान्तरं भवति, तदानीं काचित् प्रतीतिः भवति, घटपटविभक्तौ इति प्रतीतिः भवति. अत्र विभक्तौ इति कथनेन अभावपदार्थः कोऽपि न विषयीक्रियते, अपि तु कश्चन भावपदार्थः एव विषयीक्रियते. स च भावपदार्थः कः इति चेत् विभागः इति कश्चन गुणः अङ्गीकर्तव्यः भवति. पूर्वस्मिन् परिच्छेदे अभावपदार्थस्य सूचनम् आसीत्, संयोगः नाशः इति इति कारणं, संयोगनष्टः इति कार्यस्य कारणं भवति संयोगनाशः इति अभावपदार्थः, संयोगस्य ध्वंस प्राक्ध्वंस अभावस्य सूचनम् इति इति पठितम्. अत्र तु घटपटौ भिन्नतर्कः अपि अस्ति. घटपटविभक्तौ इति ज्ञानम् अपि उदेति, यथा संयोगः संयोगनष्टः घटपटयोः संयोगः नष्टः इति प्रतीतिः जायते, तादृशमेव घटपटविभक्तौ इति अपि ज्ञानं जायते. घटपटौ विभक्तौ इति सविषयकज्ञानं केन जायते? कश्चन गुणः भवति येन एतत् कार्यं भवति, घटपटविभक्तौ इति कार्यं भवति. स च गुणः अस्ति विभागः इति. विभागः इति इति अपि किम् एकनिमिषं भगिनि. यदा घटे विद्यमानक्रियया घटः पटात् किञ्चित् दूरं भवति, घटपटविभक्तौ इति प्रतीतिः कथं जायते? घटः किञ्चित् दूरं गच्छति वा अन्यत्र अन्यत्र भवति, अधुना भिन्नदेशे वर्तते अधुना, ततः अस्माकं ज्ञानं जायते अस्माभिः ज्ञानं जायते घटपटविभक्तौ इति ज्ञानं जायते. तेन तस्य कारणम् अस्ति विभागः इति गुणः. विभागः तु अभावपदार्थः न, संयोगनाशः सदृशम् अभावपदार्थः न, विभागेन भावपदार्थमेव सूचितम् अस्ति इत्येव अस्ति. हा, समीचीनम्. इति मुख्यः विषयः अस्ति, विभागः भावपदार्थः, संयोगनाशः अभावपदार्थः इति. अस्तु, अपि च उभौ अपि साधु एव वर्तेते. उभौ अपि आनुभविकौ इत्युक्ते घटपटविभक्तौ इति अपि अनुभवः भवति, अपि च घटपटयोः संयोगः नष्टः इत्यपि अनुभवः भवति इति कृत्वा ज्ञानम् उभौ अपि, विषयः भिन्नः इति प्रदर्शितमत्र. अस्तु, सन्ध्या भगिनी अग्रे. शशमितं भगिनि, यदि अब्सर्वर् इति वदामः चेत् यदि द्वितीयादिक्षणे संयोगनाशानन्तरं द्वितीयादिक्षणे तृतीयादिक्षणे यदि नूतन अब्सर्वर् आगच्छति सः तु केवलं विभागः तस्य केवलं विभागः एव पश्यति न तु तस्य मनसि पूर्वं संयोगनाशम् अभवत् इति प्रतीतिः नास्ति एव अनुमानमपि न कर्तुं शक्नोति अनुमानम् अपि न कर्तुं शक्नोति परन्तु अहं चिन्तयामि यः कोऽपि अब्सर्वर् इति यः कोऽपि इमां प्रक्रियां न पश्यति क्रियातः विभागः इति न पश्यति तस्य मनसि संयोगस्य नाशः इत्यपि न उदेति विभागः इत्यपि न उदेति खलु किं चिन्तयति भवती विभागः तु भिन्न पृथक्काश्रय आश्रितः भवति अतः विभागः अत्र अत्र अत्र अहं चिन्तयामि पृथक्त्वम् अस्ति अनयोः मध्ये इति उदेति मनसि परन्तु विभागः जातः इति ज्ञानं न उदेति इति अहं चिन्तयामि पूर्वतः इति ज्ञानं न भवति विभागं ते पृथक् अस्ति ते पृथक् देशे स्तः तौ पृथक् देशे स्तः इति तदेव स्थितिः जायते इति समीचीनं तथा यथा भवती अपि उक्तवती पृथगाश्रय आश्रितौ यौ तादृशज्ञानं भवति परन्तु पूर्वसंयुक्तयोः विभागः जातः अथवा संयोगस्य नाशः जातः इति ज्ञानं तु न उदेति यतोहि सः यः कोऽपि आगच्छति सः प्रक्रियायाः वीक्षकः न आसीत् खलु नूतनतया प्रकोष्ठे आगतवान् इति चिन्तयति चेत् विभागस्य अपि नास्ति संयोगस्य नाशः इत्यस्यापि ज्ञानं न भवति तस्य अस्तु समीचीनम् अग्रे कस्य क्रमः आसीत् सन्ध्या भगिन्याः खलु स च विभागनामकगुणः किमर्थम् अङ्गीकर्तव्यः घटपटयोः संयोगः नष्टः इति ज्ञानं यथा अनुभवसिद्धं तथैव घटपटौ विभक्तौ इति ज्ञानम् अनुभवसिद्धं तच्च ज्ञानम् एकं कार्यं कार्यमस्ति चेत् तस्य कारणं भवेत् कारणं किं तस्य विषयः एव कारणं विषयः कः विभागः अनेन कार्यकारणभावेन कार्यम् अनुभवसिद्धं चेत् अनेन कारणं सिद्धं भवति तर्हि यथा पूर्वस्मिन् परिच्छेदे भावपदार्थः विभागः इति अङ्गीकर्तव्यः भवति इति उक्तम् इदानीं प्रश्नः अस्ति किमर्थम् अङ्गीकर्तव्यः तर्हि घटपटयोः संयोगः नष्टः इत्यपि एकं ज्ञानमस्ति अनुभवसिद्धं तादृशमेव भिन्नज्ञानमस्ति घटपटौ विभक्तौ तदपि अनुभवेन ज्ञायते तर्हि घटपटौ यथा घटपटयोः संयोगः नष्टः तत्र संयोगनाशः इति कारणमस्ति अपि च तत्र संयोगः नष्टः इति ज्ञानमस्ति तर्हि घटपटौ विभक्तौ इति यद् ज्ञानमस्ति तदपि एकं कार्यम् अस्ति तस्य कार्यस्य कारणमपि भवति कार्यमस्ति चेत् कारणं भवति तर्हि कार्यस्य कारणं किं तर्हि ज्ञानस्य यः विषयः अस्ति स एव तत्र कारणम् इति उच्यते तर्हि घटपटौ विभक्तौ इत्यस्मिन् प्रतीतौ विषयः अस्ति विभागः तत्तु संयोगनाशः इति विषयात् भिन्नमस्ति अतः अत्र भिन्नकारणे कार्यकारणभावेन अत्र पुनः भिन्नकारणम् इति स्वीकर्तव्यं भवति इत्युक्ते ज्ञानं विभक्तौ घटपटौ विभक्तौ इति ज्ञानं यदा भवति तेन कार्येण कार्यम् इति सिद्धं भवति तत्र विभागः इति कारणम् अस्ति इति सिद्धं भवति सम्यक् सम्यक् समीचीनं तथा एव अस्ति हा घटपटौ विभक्तौ इति कार्यं चेत् कारणमपि स्यात् कारणमत्र विभागः इति अस्तु सावित्री भगिनी अग्रे आं भगिनि अस्तु किन्तु यद्यपि संयोगनाशः इति विषयः विभागः इति विषयः द्वौ अपि विषयौ सिद्धौ तथापि इमौ द्वौ विषयौ भिन्नौ इति कथं सिद्ध्यति? घटपटयोः संयोगः नष्टः इति प्रतीत्या संयोगनाशः इति अभावपदार्थः विषयीक्रियते, किन्तु घटपटौ विभक्तौ इति प्रतीत्या कश्चन भावपदार्थः विषयीक्रियते, न तु कश्चन अभावपदार्थः। स च भावपदार्थः विभागाख्यगुणः। भावपदार्थः अभावार्थपदार्थश्च समानौ न भवितुम् अर्हतः इति वार्ता। तदर्थं संयोगनाशः इति विषयः विभागः इति विषयात् भिन्नः। अस्तु, यत् इदानीमेव पठितं पूर्वस्मिन् द्वयोः परिच्छेदे तत् अत्र संक्षेपरूपेण दत्तमस्ति। संयोगनाशः इति विषयः अपि च विभागः इति विषयः द्वौ अपि भिन्नौ। इमौ द्वौ विषयौ भिन्नौ इति कथं सिद्ध्यते इति पश्यामः। अत्र घटपटयोः संयोगः नष्टः इति प्रतीतिः यदा जायते तदा तत्र विषयः अस्ति संयोगनाशः, तत्तु अभावपदार्थः। किन्तु यदा घटपटौ विभक्तौ इति प्रतीति जायते तत्र विषयः अस्ति विभागः, तत्तु भावपदार्थः। अभावपदार्थः अपि च भावपदार्थः द्वौ अपि समानौ न स्तः। तदर्थं संयोगनाशः इति विषयः अपि च विभागः इति विषयः द्वौ अपि भिन्नौ इति वार्ता अस्ति। समीचीनं, तथैव अस्ति। अत्र संयोगनाशः इति प्रध्वंसाभावः, विभागः इति कश्चन भावपदार्थगुणः अस्ति इति। अग्रे अभावपदार्थः भावपदार्थः अनयोः मुख्यः भेदः कः इति अग्रे विवृतमस्ति। वर्धिनी भगिनी पठति वा? आं भगिनि। अभावपदार्थः पदम् अभिज्ञायते इति चेत् अभावपदार्थः साकांक्षशब्दः। अभावपदार्थस्य कथनेन प्रतियोगिनः आकाङ्क्षा जायते। अभावः इत्यस्य कथनेन कस्य इति प्रश्नः उदेति। यावत् न उच्यते कस्य अभावः अस्ति तावत् अर्थपूर्तिः न भवति। किन्तु भावपदार्थः अस्ति चेत् प्रतियोगिनः आकाङ्क्षा न जायते। अत्र अभावपदार्थः कथं अभिज्ञायते इति चेत् अभावपदार्थः साकाङ्क्षशब्दः। अभावपदार्थस्य कथनेन प्रतियोगिनः आकाङ्क्षा जायते। हा, इदानीं संयोगनाशः कीदृशः अभावः इति उक्तम्? प्रध्वंसाभावः। स प्रध्वंसाभावः, तर्हि कस्य अभावः सूचितः? कस्य प्रध्वंसाभावः? कः नष्टः जातः? संयोगः नष्टः। संयोगः नष्टः जातः इति चेत् संयोगस्य प्रध्वंसाभावः, संयोगाभावः इति प्रतीतिः। तर्हि अत्र उक्तम् अभावपदार्थः नाम संयोगाभावः इति पदार्थः साकाङ्क्षशब्दः। किमर्थम्? साकाङ्क्षशब्दः, अभावपदार्थः साकाङ्क्षशब्दः दृश्यते वा? अभाव साकाङ्क्षः इत्यस्य अर्थः कः? कोऽपि साहाय्यं करोति वा? ससम्बन्धिकशब्दः। हा, ससम्बन्धिकशब्दः इति। यथा पुत्रं पुत्रः इति वदति चेत् तत्र कस्य पुत्रः इति प्रश्नः आगच्छति खलु, तद्वत्। तदर्थं पिता पुत्रौ ससम्बन्धिकशब्दौ भवतः, तद्वत्। तद्वत् अभावः अपि साकाङ्क्षाशब्दः, यतोहि कस्य अभावः इति प्रश्नः आगच्छति. प्रतियोगिनः आकाङ्क्षा, प्रतियोगिनः आकाङ्क्षा भवति. संयोगस्य अभावः इति उक्ते सति तत्र प्रतियोगी कः? प्रतियोगी संयोगस्य अभावः इति वदामश्चेत् तत्र प्रतियोगी कः अस्ति? साहाय्यं कुर्वन्ति वा केपि? संयोगः एव प्रतियोगी खलु. बुद्धं वा? तत्र वदति भगिनि, संयोगः प्रतियोगी, अतः संयोगिनः आकाङ्क्षा जायते अभावपदार्थस्य कथनेन. प्रतियोगिनः, अत्र तु संयोगः इति प्रतियोगी. अस्तु, अग्रे. अभावः इत्यस्य कथनेन कस्य इति प्रश्नः उदेति. यावत् न उच्यते कस्य अभावः अस्ति तावत् अर्थपूर्तिः न भवति. किन्तु भावपदार्थः अस्ति चेत् प्रतियोगिनः आकाङ्क्षा न जायते. हा, इति चर्चितम् इदानीमेव. अभावः इत्यस्य कथनेन कस्य अभावः इत्युक्ते प्रतियोगिनः आकाङ्क्षा. तर्हि प्रतियोगी ज्ञानाधीनज्ञानविषयः इति उच्यते अभावः. प्रतियोगिनः ज्ञानं, पूर्वज्ञानम् अपेक्षितम्, अतः प्रतियोगिनः ज्ञानस्य अधीने भवति अभावस्य ज्ञानम् इति कृत्वा अभावः तादृशपदार्थः यस्य ज्ञानार्थं बहु किमपि ज्ञातव्यं भवति प्रतियोगिनः विषये. परन्तु भावपदार्थः तथा नास्ति. विभागः इति भावपदार्थः, विभागः इत्यस्य ज्ञानार्थं पूर्वज्ञानं न अपेक्षितम् अन्यस्य. परन्तु संयोगः, संयोगनाशः इति वदनेन संयोगस्य एव ज्ञानम् अपेक्षितं भवति प्रथमतया, यतोहि संयोगः प्रतियोगी. नाशः कस्य इति प्रश्नः उदेति. इति महान् भेदः अस्ति अभावपदार्थभावपदार्थः अनयोः मध्ये. अभावपदार्थः तु प्रतियोगी ज्ञानाधीन ज्ञानविषयः भवति इति बुद्धं वा? आं भगिनि. अस्तु, अग्रे. लक्ष्मी भगिनी अग्रे पठति किम्? एकः प्रश्नः अस्ति. पूर्वम् अनोन्य अभावं पठितुं समये प्रतियोगिनम् इत्युक्ते तत्र प्रतियोगिनं तादात्म्यसम्मतम् इति सर्वं ज्ञानाधीनविषयम् अभवत्. अस्मिन् सन्दर्भे अस्मिन् सन्दर्भे यदि स्पष्टतया उदाहरणं स्वीकृत्वा पश्यामः चेत् घटपटयोः संयोगः नाशः. अस्मिन् सन्दर्भे प्रतियोगी कः इति प्रतियोगी. अस्तु, तर्हि चिन्तनं कुर्मः. अत्र घटपटयोः संयोगस्य नाशः खलु, तर्हि नाशः कस्य? संयोगस्य नाशः. संयोगस्य नाशः जायते चेत् संयोगस्य अभावः सृष्टः भवति किल. तर्हि अभावः कस्य? अभावः कस्य इत्युक्ते द्वयोपि एकनिमिष चिन्तयतु. घटपटयोः संयोगनाशः इति त्यजतु, केवलं संयोगनाशः इति चिन्तयतु. संयोगस्य नाशः भवति चेत् अभावः कस्य भवति तदा? संयोगस्य अभावः. हा, संयोगस्य एव खलु. घटस्य नाशः इति वदामश्चेत् घटस्य एव अभावः. अत्र तु घटपटयोः संयोगस्य नाशः इति उक्तमस्ति. केवलं कयोः मध्ये संयोगः आसीत्, कयोः मध्ये संयोगस्य नाशः अभवत् इति सूचनार्थम्. तर्हि वस्तुतः संयोगस्य नाशः संयोगस्य अभावं जनयति खलु. तर्हि तर्हि अस्य अभावस्य प्रतियोगी कः? प्रतियोगी अस्य अभावस्य प्रतियोगी अभावस्थले प्रतियोगी घटाभावस्य प्रतियोगी कः भवति? घटाभावस्य प्रतियोगी घटः. हा, तर्हि संयोगाभावस्य प्रतियोगी कः भवति? संयोगः. हा, संयोगः खलु. तथा एव केवलं घटस्य स्थाने संयोगः इति गुणः आनीतः. प्रायः तादृश अभ्यासः नास्ति अस्माकं. द्रव्यस्य अभावमेव वयं चर्चयन्तः स्मः एतावत्पर्यन्तम् इति कृत्वा. तदर्थं भ्रमः स्यात्, परन्तु संयोगस्य अभावः इत्युक्ते संयोगः तत्र प्रतियोगी अस्ति. यथा घटाभावस्य प्रतियोगी घटः, तथा संयोगाभावस्य प्रतियोगी संयोगः इति. बुद्धं वा? तर्हि अभावस्य ज्ञानार्थं कस्य ज्ञानम् अपेक्षितं भवति? पूर्वज्ञानम्? प्रतियोगिनः ज्ञानम् अपेक्षितम्. अत्र प्रतियोगी कः अस्ति? प्रतियोगिनः संयोगः इति गुणः. हा, तर्हि संयोगस्य ज्ञानम् अपेक्षितं भवति, संयोगस्य नाशः इत्यस्य ज्ञानार्थं, यतोहि संयोगः प्रतियोगी. बुद्धं वा? भावपदार्थः इत्युक्ते यः अभावः नास्ति सः भावः, तावदेव. इत्युक्ते सप्तपदार्थाः सन्ति खलु, तेषु अन्यतमः अस्ति अभावः. अन्ये सर्वे पदार्थाः, अन्ये षड् पदार्थाः भावपदार्थः एव, पदार्थाः एव. आम् अस्तु, प्रतियोगिनः आकाङ्क्षः न जायते. भावपदार्थविषये प्रतियोगिनः आकाङ्क्षा न जायते इति. बुद्धं वा? आम्. तत्र केवलं पुनःस्मरणार्थम्, अभावः अपि चतुर्विधः आसीत् किल. जयन्ती भगिनी अस्ति वा अधुनापि? प्रागभावः, अत्यन्ताभावः, अन्योन्यभावः, प्राध्वंसाभावः. समीचीनं, प्रध्वंसाभावः, प्राग् अपि च अन्योन्य अत्यन्ताभावः इति. झटिति वक्तुं शक्नोति वा उदाहरणेन? प्रागभावः इत्युक्ते किमपि नास्ति कुलालस्य पुरतः, इदानीमेव घटस्य निर्माणं भवति. यदा घटस्य निर्माणं घटः घटोत्पत्तिः जायते तदा प्रागभावः भवति. घटोत्पत्ति पूर्वक्षणे प्रागभावः, घटस्य प्रागभावः. सत्यं, उत्पत्तिः एव न जाता तदा पूर्वक्षणे प्रागभावः भवति. अग्रे, प्रध्वंसाभावः इत्युक्ते घटस्य नाशेन प्रध्वंसाभावः भवति. अत्यन्ताभावः इत्युक्ते अत्यन्ताभावः भूतले, हा, भूतले घटः नास्ति. सत्यं, भूतले घटः नास्ति, तादृशः अभावस्वरूपः अत्यन्ताभावः. अन्योन्याभावं तु वयं जानीमः, अधुनैव चर्चा जाता. लक्ष्मी भगिनी स्मरति खलु अन्योन्याभावः इत्युक्ते? हा, तस्य आकारः तद्वत् अस्तु. तर्हि अग्रे सरेम, लक्ष्मी भगिनी पठति वा अग्रे? विभक्तौ इति ज्ञानेन न कोऽपि अभावः उच्यते. नष्टः इति शब्देन अभावः उच्यते, नास्ति इति शब्देन अभावः उच्यते, न इति शब्देन अभावः उच्यते, अन्योन्याभावः. किन्तु विभक्तौ इति शब्देन अभावः न उच्यते. विभक्तौ इति शब्देन उच्यमानः अर्थः कोऽपि अभावः नास्ति. अस्तु, विभक्तौ इति यदा ज्ञानं भवति तस्मिन् सन्दर्भे अभावः इति प्रतीतिः न भवति. नष्टः इति शब्दः वदामः चेत् तत्र अभावः भवति, तत्र प्रथमस्य अभावः नास्ति इति शब्देन अभावः अभावः अत्यन्तभावः इति प्रतीतिः भवति, न इति शब्देन अन्योन्यभावस्य प्रतीतिः भवति, किन्तु विभक्तौ इति शब्देन किमपि अभावस्य विचारः न भवति मनसि, विभक्तौ इति शब्देन उच्यमानार्थः कोऽपि अभावः नास्ति. अपि तु विभक्तौ इति शब्देन विभागस्य अस्तित्वम् इति मनसि ज्ञानं भवति, नास्ति इति न, अस्ति इति ज्ञानं भवति. यः कोऽपि गुणः भवतु, विभागः, विभागाख्यः गुणः, सः अस्ति इति ज्ञानं मनसि उदेति. इति महान् भेदः उभयोः मध्ये. स्पष्टं वा? अस्तु, अग्रे करोमि. राजेन्द्रमहोदय अग्रे. आं भगिनि, आहत्य अत्र घटपटयोः संयोगः नष्टः इति सर्वजनसिद्धं ज्ञानम् एकं कार्यं, तस्य च निमित्तकारणं भवति संयोगनाशः इति प्रथमस्य अभावः. घटपटौ विभक्तौ इति सर्वजनसिद्धं ज्ञानम् अपि कार्यं, तस्य च निमित्तकारणं भवति विभागः इति गुणः. संयोग अभावः इति वक्तव्यं चेत् संयोगनष्टः इति प्रतीतिर्भवति, किन्तु संयोगनष्टः इति प्रतीतिं विहाय घटपटौ विभक्तौ इति भिन्नप्रतीतिः भवति. तया भिन्नप्रतीत्या अन्यः एव कश्चन पदार्थः प्रतिपाद्यते, तथा अग्रे च संयोगनाशविभागयोः कार्यकारण अभावः अस्ति, संयोगनाशं प्रति विभागः कारणम्. यद्यपि अयम् अन्तिमकार्यकारणभावः प्रवर्तमानप्रमाणस्य भागः नास्ति. यथा घटपटयोः संयोगः नष्टः इति तु सर्वजनसिद्धम् एकं कार्यं, तत् कार्यमस्ति, तत्तु सिद्धमस्ति, यथा पूर्वं वयं पठितवन्तः. तस्य निमित्तकारणम् अस्ति संयोगनाशः, यत् ज्ञानम् अस्ति तस्य निमित्तकारणं संयोगनाशः अस्ति, तदपि वयं पठितवन्तः. इति प्रथमस्य अभावः अस्ति, संयोगनाशः प्रथमस्य अभावः अस्ति. घटपटौ विभक्तौ इति सर्वजनसिद्धं ज्ञानम् अपि कार्यं, निमित्तकारणम् अस्ति विभागः इति गुणः, गुणः तस्य निमित्तकारणं भवति. यथा वयं वदामः घटपटौ विभक्तौ, तत् तस्य ज्ञानस्य का निमित्तकारणम् अस्ति विभागः एव. संयोग अभावः इति वक्तव्यं चेत् संयोगनष्टः इति प्रतीतिर्भवति. यदा वयं वदामः संयोग अभावः अस्ति, तत् तस्य वदनेन वयम् अस्माकं प्रतीतिः भवति संयोगनष्टः. किन्तु संयोगनष्टः इति प्रतीतिं विहाय घटपटौ विभक्तौ इति भिन्नप्रतीतिः भवति. यदा वदामः संयोगनष्टः भवति, सः प्रतीतिः घटपटौ विभक्तौ तस्य प्रतीतिः किञ्चित् भिन्नम् अस्ति, तस्य प्रतीतिः किञ्चित् भिन्नं भवति. यथा संयोगनष्टः इति अभावपदार्थः अस्ति, घटपट विभक्तः तु भावपदार्थः अस्ति. तया भिन्नप्रतीत्यः अन्यः एकः कश्चन पदार्थः प्रतिपादयते, कश्चन भिन्नपदार्थः प्रतिपादयते, यथा वयं वदामः घटपटौ विभक्तौ. ततः अग्रे च संयोगनाशविभागयोः कार्यकारणभावः अस्ति, संयोगनाशं प्रति विभागः कारणं. संयोगनाशविभागयोः किञ्चित् अपि तस्मिन् मध्ये अपि कोऽपि कार्यकारणभावः अस्ति, तत् वदामः. संयोगनाशे यथा कार्यमस्ति, तस्य कारणम् अस्ति विभागः, परन्तु तत् अग्रे चर्चयामः. इदानीं न चर्चयामः. सत्यं सत्यं, किन्तु स्थूलदृष्ट्या स्थूलरीत्या दृष्टवन्तः एव. एका प्रक्रिया भवता एव प्रतिपादितं खलु, क्षणपञ्चकव्यापिनी इति. आमामां, हा, तत्र द्वितीयक्षणे विभागः भवति, तृतीयक्षणे संयोगस्य नाशः इति भवति इति सर्वं दृष्टं। तस्यां प्रक्रियायाम् एकं सोपानं तदुत्तरसोपानस्य कारणम् अस्ति इत्येव अत्रापि सूचितं। संयोगनाशविभागयोः मध्ये कार्यकारणभावः, संयोगनाशं प्रति विभागः कारणम् इति अग्रे चर्चयिष्यते। अस्तु, अग्रे जयन्ती भगिनी। आं भगिनि, ये आक्षेपं कुर्वन्तः वदन्ति यत् विभागः अतिरिक्तः गुणः नास्ति, तेषाम् आशयः एवं यत् संयोगनाशः विभागः च समानः, यतोहि संयोगः नष्टः इति यत् ज्ञानं, घटपटौ विभक्तौ इति यत् ज्ञानं, लोके तयोर्मध्ये कोऽपि भेदः नास्ति, यतोहि तादृशः अनुभवः नास्ति अस्माकं। लोके संयोगनाशः पुनः विभागः अनयोः अनुभवः भिन्नः इति तु नास्ति। तदर्थं कैश्चित् उच्यते यत् तयोः विषयः समानः एव, एकमेव विषयं बहुभिः शब्दैः वक्तुं शक्नुमः। अग्रे च तस्य इतोपि विस्तृतरूपेण पुनः परिहारो भवति। अस्य करपत्रस्य कारणमेव तेषां मतं तेषाम् अपूर्वपक्षिणः इति यत् वदन् वदामः, तेषां मतम् अस्ति घटपटौ विभक्तौ, घटपटयोः संयोगः नष्टः इति, एतौ प्रतीतौ समानौ एव, यतोहि अस्माकं अनुभवे तयोः भिन्नता न दृश्यते। संयोगः नष्टः जायते वा घटपटौ विभक्तौ अनयोः ज्ञाने समानता एव दृश्यते। तर्हि किमर्थं विभागः भिन्नः तदनन्तरं संयोगनाशः भवति इति प्रक्रियायां किमर्थं पृथक् सोपाने इति ते वदन्ति इति तेषाम् आक्षेपः। एकमेव भिन्नरीत्या वक्तुं शक्नुमः, घटपटौ विभक्तौ वा भिन्नरीत्या घटपटयोः संयोगः नाशः इति एकः अर्थः एव भिन्नरीत्या वदन्ति इति ते वदन्ति। परन्तु अग्रे भिन्नरीत्या परिहारः भविष्यति इति मन्ये। सत्यं सत्यं, तथैव अस्ति। एकमेव ज्ञानं बहुभिः शब्दैः बहुभिः रीतिभिः वक्तुं शक्यते इति ते वदन्ति, ये केऽपि आक्षेपं कुर्वन्ति ते। अस्तु, अस्य चर्चा अग्रे भविष्यति। अधुना विद्याधरी ग्रन्थे यदस्ति अन्तिमपरिच्छेदः अस्य विभागस्य, तत् पुनः किञ्चित् पठित्वा पश्यामः। सन्ध्या भगिनी अस्ति वा? सन्ध्या भगिनी अस्ति किम्? सावित्री भगिनी अस्ति वा? न श्रूयते, कोऽपि वदति चेत्। आं भगिनि। सन्ध्या भगिनी, सावित्री भगिनी, अनयोः मध्ये का अस्ति अधुना? अस्तु, उभयोः ध्वनिः न श्रूयते। लक्ष्मी भगिनी अस्ति वा? हा, तर्हि अन्तिमपरिच्छेदम् एकवारं पठतु, आक्षेपममुं केचन इत्थं परिहरन्ति। वस्तुतः नूतनं किमपि नास्ति, करपत्रे यत् पठितं तदेव अस्ति अत्र, तर्हि किञ्चित् विवरणं ददातु। आक्षेपम् अमुं केचन इत्थं परिहरन्ति, यथा क्रिया अनन्तरं घटपटयोः संयोगः नष्टः इति सर्वजनसिद्धप्रत्ययेन संयोगनाशः सिद्ध्यति, तथैव घटपटौ विभक्तौ इति भावपदार्थम् अवगाहमानेन ज्ञानेन संयोगध्वंस अतिरिक्तः विभागाख्यः गुणः सिद्ध्यति एव इति। अस्तु, इति क्रमशः पठामि। आक्षेपम् अमुं, पूर्वं यत् आक्षेपं उक्तं संयोगनाशात् विभागः न अतिरिक्तः पुनः इति आक्षेपम् इति केचन इति केचन आक्षेपं कुर्वन्ति. तस्य उत्तरमस्ति क्रिया उत्पत्ति अनन्तरं क्रिया उत्पत्ति अनन्तरम् इत्युक्ते घटपटयोः संयोगः क्रिया संयोगस्य नष्टः भवति. तस्य सर्वजनसिद्धप्रत्यय इति शब्दस्य सर्वजनसिद्धम् इत्युक्ते अनुभवसिद्धम् इति पठितवन्तः खलु करपत्रे. क्रियोत्पत्ति अनन्तरमेव जायते संयोगस्य नाशः, संयोगः घटपटयोः संयोगनष्टः इति सर्वजनसिद्धप्रत्ययः, सर्वजनसिद्धज्ञानं. सर्वजनसिद्धम् इति किमर्थम् उक्तं? यतोहि आनुभविकम् अस्ति, पूर्वं संयोगः अस्ति तदनन्तरं नास्ति इति. तस्य ज्ञानस्य विषयः कः? तस्य ज्ञानस्य विषयः संयोगनाशः, संयोगः नष्टः इति ज्ञानस्य विषयः संयोगनाशः. अनेन किं सिद्ध्यति? अनेन घटपटयोः संयोगः नाशः इति सिद्ध्यति. हा, घटपटयोः संयोगः नष्टः इति ज्ञानं खलु. ज्ञानमिति कार्यं, तद् कार्यम् अनुभवसिद्धम् अस्ति. तद् कार्यं दृष्ट्वा अनेन किं साधयितुं शक्नुमः? ज्ञानमिति कार्यम् अस्ति चेत् तस्य कारणं भवेत्. आम्, कार्यं भवति, कारणं भवति, कारणमत्र संयोगः नाशः इति कारणं. हा, तदेव सिद्ध्यति. ओ, पुनः तदेव सिद्ध्यति. विषयः अपि तदेव, कारणमपि कारणं, पुनः कारणमेव सिद्ध्यति विषयः. सत्यम्, इत्युक्ते संयोगनाशः इति विषयः इति सिद्ध्यति. अस्तु, संयोगनाशः विषयः अस्ति चेत् विषयः निमित्तकारणं भवति ज्ञानस्य. ज्ञानं तु अनुभवसिद्धं, संयोगः नष्टः इति ज्ञानं दृष्ट्वा वक्तुं शक्नुमः, प्रध्वंसाभावरूपज्ञानं. ज्ञानस्य विषयः स्यात्, विषयः कः? संयोगनाशः इति नूतनः पदार्थः अस्ति अथवा अपरः पदार्थः अस्ति, अन्यतमः पदार्थः अस्ति इति सिद्ध्यति. अपि च संयोगनाशः, इदमपि वक्तव्यमस्ति यत् संयोगनाशः प्रध्वंसाभावरूपः, अभावरूपः, अभावपदार्थः अस्ति. अस्तु, अग्रे पठतु इदानीम्. तथैव घटपटविभक्तौ इति भावपदार्थम् इत्युक्ते तत्र अभावस्य प्रतीतिः न जायते, केवलं भावपदार्थम् एव प्रतीतिः जायते. घटपटौ विभक्तौ इति प्रतीतिः अथवा ज्ञानम् अथवा कार्यम्. अस्य ज्ञानस्य कारणम् अथवा विषयः कः? अस्य ज्ञानस्य विषयः विभागः एव अथवा संयोगध्वंस संयोगनष्ट अतिरिक्त पुनः विभागः. हा, इति मुख्यवार्ता अस्ति. संयोगध्वंस अतिरिक्तः इत्युक्ते विभागः कश्चन गुणः यत् यः संयोगनश्च अतिरिक्तगुणः अस्ति अथवा संयोगनाशः विभागः समानं न. सत्यं सत्यं, संयोगध्वंस अतिरिक्तः इत्युक्ते संयोगध्वंसात् विलक्षणः कश्चन विभागः इति गुणः सिद्ध्यति. द्वितीयेन ज्ञानेन. द्वितीयं ज्ञानमस्ति अत्र घटपटौ विभक्तौ इति द्वितीयभागः. तस्मिन् ज्ञाने भावपदार्थः अवगाहते. सः भावपदार्थः कः? इति विभागः, विभागपदार्थः. घटपटौ विभक्तौ इति भावपदार्थम् अवगाहमानेन ज्ञानेन. अवगाहमानेन इत्युक्ते किम्? इति स्थूलरूपेण चिन्तयित्वा यत् ज्ञानं स्थूलरूपेण यत् ज्ञानं भवति अथवा तृतीयादि क्रियोत्पत्ति अनन्तरं तृतीयादिक्षणे यत् ज्ञानं भवति तत् इतोपि तत्र इतोपि अवगाहते. अवगाहते इत्युक्ते विषयीक्रियते इति अर्थः. अत्र अवगाहते इत्युक्ते कस्य विषयस्य उपस्थापनं भवति अनेन ज्ञानेन इति. तर्हि अत्र शानच् प्रत्ययः अस्ति. अवगाहमानेन इत्युक्ते विषयीक्रियमाणेन ज्ञानेन घटपटौ विभक्तौ इति भावपदार्थम् अवगाहमानेन ज्ञानेन संयोगातिरिक्तविभागाख्यगुणः सिद्ध्यति इति वाक्यमस्ति. अवगाहमानेन इत्युक्ते येन ज्ञानेन विषयीक्रियते. कः विषयीक्रियते? विभागः इति गुणः विषयीक्रियते. तादृशज्ञानेन विभागः भिन्नः, अपि च संयोगनष्टः इत्यनेन ज्ञानेन संयोगनाशः इति अपरः पदार्थः अस्ति इति ज्ञातं भवति. बुद्धं वा? अत्र कोऽपि सन्देहः अस्मिन् वाक्ये? वस्तुतः वाक्ये विभागद्वयम् अस्ति, यथा तथा इति कृत्वा खण्डनं कृत्वा पठति चेत् तत्र सारल्यम् अस्ति, किमपि नास्ति अस्मिन् वाक्ये. तावदेव अस्ति. अन्य कोऽपि प्रश्नः नास्ति चेत् विरमामः. शुभरात्रिः. शुभरात्रिः. शुभरात्रिः. शुभरात्रिः.